पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 34 भीष्म उवाच कस्मिन् काले भगवदा ब्रह्मणा लोककारिणा यज्ञियैर्यष्टुमारब्धं तत् भवान् वक्तुमर्हति किं नामान ऋत्विजस्ते ब्रह्मणा ये प्रकल्पिताः का च वै दक्षिणा तेषां दत्ता तेन महात्मना यथा भूतं यथा वृत्तं तथा त्वं मे प्रकीर्तय सुमहत्कौतुकं जातं यज्ञं पैदामहं प्रति पुलस्त्य उवाच पूर्वमेव मया ख्यातं यदा स्वायम्भुवो मनुः सृष्ट्वा प्रजापदीन् सर्वानुक्तसृष्टिं कुरुष्व वै स्वयं तु पुष्करं गत्वा यज्ञस्याहृत्य विस्तरं स सम्भारान् समानाय वह्न्यगारे स्थितोऽभवद् गायन्ति नित्यं गन्धर्वा नृत्यं तृप्सरसां गणाः ब्रह्मोद्गादा होदाध्वर्युश्चत्वारो यज्ञवाहकाः एकैकस्य त्रयश्चान्ये परिवारा स्वयं कृताः ब्रह्मा च ब्रह्मणा चंसि पोदा चाग्निध्र एव च आन्वीक्ष्यकी सर्वविद्या ब्राह्मी ह्येदा चतुष्टयी उद्गादा च प्रत्युद्गादा प्रतिहर्ता सुब्रह्मण्यः चतुष्टयी द्वितीयैषा तुद्गातुश्च प्रकीर्तिता होता च मैत्रवरुणस्तथा चावाक एव च ग्रावस्तुश्च चतुर्धोत्र तृतीया च चतुष्टयी अध्वर्युश्च प्रतिष्ठादा नेष्ठोन्नेदा तथैव च चतुष्टयी चतुर्ध्येषा प्रोक्ता शं तनुनन्दन ये देवै षोडश प्रोक्ता ऋत्विजो वेदचिन्तकैः शतानि त्रीणि षष्टिश्च यज्ञा सृष्टा स्वयम्भुव येदांश्चैतेषु सर्वेषु प्रवदन्ति सदा द्विजान् सदस्यं केचिदिच्छन्ति त्रिसामाध्वर्युरेव च ब्रह्माणं नारदं चक्रे ब्राह्मणां चंसि गौतमं देवगर्भं च पोदारमाग्निध्रं चैव देवलम् उद्गादाङ्गिरसप्रत्युद्गादा च पुलहस्तथा नारायणप्रतिहर्ता सुब्रह्मण्योऽत्रिरुच्यते तस्मिन् यज्ञे भृगुर्होदा वसिष्ठो मैत्र एव च अच्छावाकक्रदुप्रोक्तो ग्रावस्तुच्यवनस्तथा पुलस्त्योध्वर्युरेवासीत् प्रतिष्ठादा च वैशिभिः बृहस्पतिस्तत्र नेष्ठा उन्नेता शांशपायनः धर्मः सद्यस्तत्रासीत् पुत्रपौत्र सहायवान् भरद्वाजशमीकश्च पुरुकुत्सो युगन्धरः येन कस्तीर्णकश्चैव केशकुतप एव च गर्गो वेदशिराश्चैव त्रिसामाध्वर्यभकृताः कण्वादयस्तथा चान्ये मार्कण्डो गण्डिरेव च पुत्रपौत्रसमेताश्च सशिष्याः सह बान्धवाः कर्माणि तत्र कुर्वाणा दिवानि शमतन्त्रिताः मन्वन्तरे व्यतीते दुर्यज्ञस्यावभृदो भवद दक्षिणा ब्रह्मणे दत्ता प्राजी हो दुस्तु दक्षिणा अध्वर्यवे प्रतीचीतु उद्गादुश्चोत्तरा तथा त्रैलोक्यं सकलं ब्रह्मा ददौ तेषां तु दक्षिणां धेनूनां च शतं प्राज्ञैर्दातव्यं यज्ञसिद्धये अष्टौ दु यज्ञवाहानां चत्वारिंशाधिकास्तथा द्वितीयस्थानिनां चैव चतुर्विंशत् प्रकीर्तिताः षोडशैव तृतीयानां देया वै धेनवशुभाः द्वादशैव तथा चान्या आग्निध्रादिषु दापयेद अनया सङ्ख्यया चैव ग्रामान्दासीरजाविकं सहस्रभोज्यं दातव्यं स्नात्वा चावभृदे क्रदौ यजमानेन सर्वस्वं देयं स्वायम्भुवो ब्रवीद अध्वर्यूणां सदस्यानां स्वेच्छया दानमिष्यते विष्णुं चाहूय वै ब्रह्मा वाक्यमाहमुदान्विदः अभिप्रसाद्य सावित्रीं त्वमिहानय सुव्रत त्वयि दृष्टेन सा कोपं करिष्यति शुभानना स्निग्धैः सानुनयैर्वाक्यैर्हेतुयुक्तैर्विशेषतः त्वं सदा मधुराभाषी जिह्वाते श्रवदे मृतम् ह्यकरोति न दे वाक्यं त्रैलोक्येन स दृश्यते गन्धर्वैः सहितो गत्वा प्रियां मम समानय त्वया प्रसादिदा साध्वी तुष्टा सा त्वेषदि ध्रुवं विलम्बो न त्वया कार्यो व्रजमाधवमाचिरम् लक्ष्मीस्ते पुरदो यादु सावित्र्या सदनं शुभा तस्यास्त्वं पदवीं गच्छ सा त्वं यस्वप्रियां मम न च ते विप्रियं देवि विविक्तं कर्तुमीहदे मुखं प्रेक्ष्य सदाकालं वर्तते तव सुन्दरि एवंविधानि वाक्यानि मधुराणि बहूनि च देवी श्रावयितव्या सा यथा तुष्टाचिराद् भवेद् एवमुक्तस्तदा विष्णुर्ब्रह्मणा लोककारिणा जगामत्वरिदो भूत्वा सावित्री यत्र तिष्ठति दूरादेवागच्छमनं पत्न्या सहज केशवम् उत्तस्थौ सत्वरा भूत्वा विष्णुना चाभिवन्दिता नमस्ते देवदेवेशि ब्रह्मपत्नि नमोऽस्तु ते त्वां नमस्कृत्य सर्वो हि जनः पापात् प्रमुच्यते पतिव्रता महाभागा ब्रह्मणस्त्वं हृदि स्थिता अहर्निशं चिन्तयंस्त्वां प्रसादं तेऽभिकाङ्क्षति सखीं चैनां प्रियां पृच्छ लक्ष्मीं भृगुसुतां सदीं यदि च श्रद्धदानासि वाक्यादस्मात् सुलोचने एवमुक्त्वा ततशौरिसावित्र्याश्चरणद्वयम् उभाभ्यां चैव हस्ताभ्यां क्षम देवि नमोऽस्तु ते जगद्वन्द्ये जगन्मातरिति स्पृष्ट्वाभ्यवन्तद सङ्कोच्य पादौ सा देवी स्वकरेण करौ हरेः गृहीत्वो वाच तं विष्णुं सर्वं क्षान्तं मयाच्युत इयं लक्ष्मी सदा वत्स हृदये ते निवत्स्यति विना त्वया न चान्यत्र रतिं यास्यसि कर्हिचिद भृगोः पत्न्यां समुत्पन्ना पत्न्येषा तव सुव्रता देवदानवयत्नेन सम्भूदा चोदधौ पुनः भगवान्यत्र तत्रैषा अवतारं च कुर्वती देवत्वे देवदेहा वै मानुषत्वे च मानुषी त्वत्सहायान सन्देहो दाम्पत्यव्रतिनी चिरम् यन्मया चात्र कर्तव्यं प्रभो तन्मां वदस्व वै विष्णुरुवाच यज्ञावसानं संजातं प्रेषितोऽहं तवान्तिकम् सावित्रीमानयक्षिप्रं मया स्नानं समाचरेद आगच्छ त्वरिदा देवि याहि तत्र मुदान्विता पश्यस्व स्वपदिं गत्वा देवैः सर्वैः समन्वितं लक्ष्मीरुवाच आर्ये उत्तिष्ठशीघ्रं त्वं याहि यत्र पितामहः विना त्वया न यास्यामि स्पृष्टौ पादौ मया तव उत्थाप्य सा गृहीधस्तं दक्षिणादक्षिणेकरे चिरायमाणां सावित्रीं ज्ञात्वा देवः पितामहः समीपस्थं महादेवमिदमाह तदा वचः गच्छत्वमनया सार्धं पार्वत्या सुरदूषण गौरी त्वदग्रदो यादु पश्चात्त्वं गच्छ शङ्कर प्रदिबोध्यानय यथा शीघ्रमायादि तत्कुरु एवमुक्तौ तदा तौ दु पार्वती परमेश्वरौ गत्वादिष्टौ दम्पतीतां प्रोचदु ब्रह्मणप्रियां बृहत्कृत्यं त्वया तत्र करणीयं पतिव्रते पृच्छस्वे मां वरारोहां गौरीं पर्वतनन्दिनीं लक्ष्मीं चैदां विशालाक्षीमिन्द्राणीं वा शुभानने यासां वा श्रद्धधास्सि त्वं पृच्छदे विनमोऽस्तु दे आशीर्वादस्तया दत्तो देवदेवस्य शूलिनः शरीरार्थे च दे गौरी सदा स्थास्यति शङ्कर अनया शोभसे देव त्वया त्रैलोक्यसुन्दर सुखभागि जगत्सर्वं त्वया नाथेन शत्रुहन् एवं ब्रुवन्ती सावित्री गृहीता ब्रह्मणप्रिया गौर्या च वामहस्ते तु लक्ष्म्यां वै दक्षिणेकरे अभिवन्द्यदु तां देवीं शङ्करो वाक्यमब्रवीद येह्या गच्छ महाभागे यत्र तिष्ठति ते पदिः तत्र गच्छ वरारोहे स्त्रीणां भर्ता परागदिः बृहदाग्रहणे देवि प्रणयाद् गन्तुमर्हसि लक्ष्मीश्चैषा पार्वती च स्थिता देवि तवाग्रदः एतयोर्वचसा देवि आवयोश्च शुभानने मानभङ्गो न ते कर्तुं यज्यते ब्रह्मणप्रिये अस्मदभ्यर्थिता देवि तत्र याहि मुदान्विता गौर्युवाच अहं च दे प्रिया देवि सर्वदा वदसि स्वयम् लक्ष्मीश्च ते करे लग्ना दक्षिणे च मया धृता ये ह्या गच्छ महाभागे यत्र तिष्ठति ते पतिः नीता सा तु तदाताभ्यां देवी सा मध्यदकृदा पुरःसरौ विष्णुरुद्रौ शक्राद्याश्च तथा सुराः गन्धर्वाप्सरसश्चैव त्रैलोक्यं सचराचरम् तत्र याता च सा देवी सावित्री ब्रह्मणप्रिया सावित्री सुमुखीं दृष्ट्वा सर्वलोकपितामहः गायत्र्या सहितो ब्रह्मा इदं वचनमब्रवीद एषा देवी कर्मकरी अहं ते वशगस्थितः समादिशवरारोहे यत्ते कार्यं मया त्विह एवमुक्ता च सा देवी स्वयं देवेन ब्रह्मणा त्रपयाधो मुखी देवी न च किञ्चिदवोचद पादयोः पतिदा देवी गायत्री ब्रह्मचोदिता कृतवत्यपराधं ते क्षमदेवि नमोऽस्तु ते आलिङ्ग्य सादरं कण्ठे सा परिष्वज्य पीडितां गायत्रीं सान्त्वयामास मान्यश्चैषपदिर्मम कर्तव्यं वचनं तस्य स्त्रीणां प्राणेश्वरप्रदिः उक्तं भगवदा पूर्वं सृष्टिकाले विरिञ्चिना न च स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणं भर्ता यद्वदते वाक्यं तत्तु कुर्यादकुत्सया भर्तृनिन्दां या कुरुदे स्वसृनिन्दा तथैव च परिवादं प्रलापं वा नरकं साधु गच्छति पत्यौ जीवति या नारी उपवासव्रतं चरेद आयुष्यं हरदे भर्तुर्मृदा नरकमिच्छति एवं ज्ञात्वा त्वया भर्तुर्न कार्यं विप्रियं सदि न चास्य दक्षिणं त्वं गं त्वया सेव्यं कथंचन सर्वकार्ये त्वहं चास्य दक्षिणं पक्षमाश्रिता सव्यं त्वमाह्ये साध्विपार्श्वे नारद पुष्करौ ब्रह्मस्थानानि चान्यानि स्थितान्यायतनानि च लभे वै शोभमानेह यावसृष्टिप्रजायते भवत्या च मया चैव स्थातव्यं च न संशयः पुष्करे ब्रह्मणपार्श्वे वामं च त्वं समाश्रय अनेन चोपदेशेन सुखं तिष्ठ मयान्विता गायत्री उवाच एवमेतत् करिष्यामि तव निर्देशकारिका तवैवाज्ञा मया कार्या त्वं मे प्राणसमासखी अहं ते त्वनुजा देवी सदा मां पातुमर्हसि देवदेवस्तदा ब्रह्मा पुष्करे विष्णुना सह स्नानावसाने देवानां सर्वेषां प्रददौ वरान् देवानां च पदिं शक्रं ज्योतिषां च दिवाकरं नक्षत्राणां तथा सोमं रसानां वरुणं तथा प्रजापदीनां दक्षं च नदीनां चैव सागरं कुबेरं च धनाध्यक्षं तथा चक्रे च रक्षसाम् भूतानां चैव सर्वेषां गणानां च पिनाकिनं मानवानां मनुं चैव पक्षिणां गरुडं तथा ऋषीणां च वसिष्ठं च ग्रहाणां च प्रभाकरम् एवमादीनि वै दत्त्वा देवदेवः पितामहः विष्णुं च शङ्करं चैव ब्रह्मा प्रोवाच सादरं पृथिव्या सर्वतीर्थेषु भवं तौ पूज्यसत्तमौ भवद्भ्यां न विना तीर्थं पुण्यतामेदि कर्हिचिद लिङ्गं वा प्रतिमा वापि दृश्यते यत्र कुत्रचिद तत्तीर्थं पुण्यतां व्याधि सर्वमेव फलप्रदम् मानवा ह्युपहारैश्च ये करिष्यन्ति पूजनं युष्माकं मां पुरस्कृत्य तेषां रोगभयं कुतः येषु राष्ट्रेषु युष्माकमुत्सवा पूजनादिकाः प्रवर्त्यंसि क्रिया सर्वा यद्फलं तेषु तच्छृणु नाधयो व्याधयश्चैव नोपसर्गान् क्षुद्भयं विप्रयोगो न चापीष्ठैरनिष्ठैर्नापि सङ्गतिः नाक्षिरोगशिरातिर्वा पित्तशूलभगन्धराः नाभिचारम्भयं तत्रापस्मारो न विशूचिका वृद्धिर्निकामतस्तस्मिन् सम्यग् बुद्धिरनुत्तमा आरोग्यं सर्वतश्चैव दीर्घायुश्च प्रजाधनं नाकाले भविदा मृत्योर्गावो नाल्पपयो मुचः नाकालफलिदा वृक्षा नोत्पादभयमन्वपि यद श्रुत्वा ततो विष्णोर्ब्रह्माणं स्तोतुमुद्यतः विष्णुरुवाच नमोऽस्त्वनन्दाय विशुद्धचेदसे स्वरूपरूपाय सहस्रबाहवे सहस्ररश्मिप्रभवाय वेधसे विशालदेहाय विशुद्धकर्मणे नमस्तविश्वार्तिहराय शम्भवे समस्तसूर्यानलतिक्मतेजसे नमोऽस्तु विद्याविदधाय चक्रिणे नमस्तधीस्थानकृते सदा नमः अनादिदेवाच्युतशेखरप्रभो भाव्युद्भवद्भूतपदे महेश्वर महत्पदे सर्वपदे जगत्पदे भुवस्पदे भुवनपदे सदा नमः यज्ञेश नारायण जिष्णुशङ्करक्षिदिश विश्वेश्वर विश्वलोचन शशाङ्ग सूर्याच्युतवीरविश्वप्रभृतमूर्ते मृदमूर्त अव्यय जलद्धुदाशार्चिनिरुद्धमण्डलप्रदेशनारायणविश्वतोमुख समस्तदेवार्ति हरा मृदाव्यय प्रपाहि मां शरणगतं तथा विभो वक्त्राण्यनेकानि विभो तवाहं पश्यामि यज्ञस्य गतिं पुराणं ब्रह्माणमेशं जगदां प्रसूदिं नमोऽस्तु तुभ्यं प्रपीता महाय संसारचक्रक्रमणैरनेकै क्वचित् भवान् देववराधिदेवः तत्सर्वविज्ञानविशुद्धसत्त्वैरुपास्यसे किं प्रणमाम्यहं त्वाम् एवं भवन्तं प्रकृते पुरस्ताद्यो वेत्यसौ सर्वविदां वरिष्ठः गुणान्वितेषु प्रसभं विवेद्यो विशालमूर्तिस्त्विह सूक्ष्मरूपः वाक्पाणिपादैर्विगतेन्द्रियोऽपि कथं भवान्वै सुगतिसुकर्मा संसारबन्धे निहितेन्द्रियोऽपि पुनः कथं देववरोऽसि वेद्यः मूर्तादमूर्तं न तु लभ्यते परं परं वपुर्देवविशुद्धभावैः संसारविच्छित्तिकरैर्यजद्भिरतो वसीयेद चतुर्मुखत्वं परं न जानन्ति यतो वपुस्ते देवादयोऽप्यद्भुतरूपधारिन् विभोऽवतारेऽग्रतरं पुराणमाराधयेद्यत्कमलासनस्थं न दे तत्त्वं विश्वसृजोऽपि योनिमेकान्ततो वेत्ति विशुद्धभावः परं त्वहं वेत्मि कथं पुराणं भवन्तमाद्यं तपसा विशुद्धं पद्मासनो वैजनः प्रसिद्ध एवं प्रसिद्धिर्ह्यसकृत्पुराणात् सञ्चिन्त्यते नाथ विभुं भवन्तं जानाति नैवं तपसा विहीनः अस्मादृशैश्च प्रवरैर्विबोध्यं त्वां देवमूर्खा स्वमतिं विभज्य प्रबोधुमिच्छन्ति न तेषु बुद्धिरुदारकीर्तिष्वपि वेदहीनाः जन्मान्तरैर्वेदविवेकबुद्धिभिर्भवेद्यथा वा यदि वा प्रकाशः तल्लाभलुब्धस्य न मानुषत्वं न देवगन्धर्वपदि शिवः स्याद् न विष्णुरूपो भगवान् सुसूक्ष्मस्थूलोऽसि देवकृतकृत्यतायाः स्थूलोऽपि सूक्ष्मसुलभोऽसि देव त्वद्बाह्यकृत्या नरके पतन्ति विमुच्य देवा भवति स्थितेऽस्मिन् दस्येन्दु वह्न्यार्कमरुन्महीभिः तत्त्वै स्वरूपै समरूपधारिभिरात्मस्वरूपे वितदः स्वभावः इति स्तुतिं मे भगवन् ह्यनन्दजुषस्वभक्तस्य विशेषतश्च समाधियुक्तस्य विशुद्धचेतसस्त्वद्भाव भावैकमनोनुगस्य सदा हृदि स्थो भगवन्नमस्ते नमामि नित्यं भगवन्पुराण इति प्रकाशं तव मे तदीशस्तवं मया सर्वगतिप्रबुद्ध संसारचक्रे भ्रमणादियुक्ताभिधिं पुनर्न प्रतिपालयस्व ब्रह्मोवाच सर्वज्ञस्त्वं न संदेहो प्रज्ञाराशिश्च केशव देवानां प्रथमपूज्य सर्वदा त्वं भविष्यसि नारायणादनन्तरं रुद्रो भक्त्या विरिञ्चनं तुष्टावप्रणदो भूत्वा ब्रह्मणां कमलोद्भवं नमः कमलपत्राक्ष नमस्ते पद्मजन्मने नमः सुरासुरगुरो कारिणे परमात्मने नमस्ते सर्वदेवेश नमो वै मोहनाशन विष्णोर्नाभिस्थितवदे कमलासनजन्मने नमो विद्रुमरक्ताङ्गपाणिपल्लवशोभिने शरणं त्वां प्रपन्नोऽस्मि त्राहि मां भव संसृतेः पूर्वं नीलाम्बुदाकारं कुण्डलं ते पिदामह दृष्ट्वा रक्तमुखं भूय पत्रकेसरसंयुधं पद्मं चानेकपत्रान्तमसङ्ख्यातं निरञ्जनं तत्र स्थितेन त्वयैषा सृष्टिश्चैव प्रवर्तिता त्वामुक्त्वा नान्यतस्त्राणं जगद्वन्द्य नमोऽस्तु दे सावित्री शापदग्धोऽहं लिङ्गं मे पतितं क्षितौ इदानीं कुरु मे शान्तिं त्राहि मां सह भार्यया ब्रह्मा वै पादु मे पादौ जङ्घे वै कमलासनः विरिञ्जो मे कडिं पादु सृष्टिकृद्गुह्यमेव च नाभिं पद्मनिभः पादु जठरं चतुराननः उरस्तु विश्वसृक्पादु हृदयं पादु पद्मजः सावित्री पदिर्मे कण्ठं ऋषिकेशो मुखं मम पद्मवर्णश्च नयने परमात्मा शिरो मम एवं न्यस्य गुरोर्नाम शङ्करो नाम शङ्करः नमस्ते भगवन् ब्रह्मन्युत्युक्त्वा विररामः ततस्तुष्टो हरं ब्रह्म वाक्यमेददुवाचः कन्दे कामं करोम्यद्य पृच्छ मां यद्यदिच्छसि रुद्र उवाच यदि प्रसन्नो मे नाथवरदो यदि वा मम तदेकं मे वद विभो यस्मिन् स्थाने भवान् स्थितः केषु केषु च स्थानेषु त्वां पश्यन्ति सदा द्विजाः नाम्ना च केन ते स्थानं शोभते धरणीतले तन्मे वदस्व सर्वेश तव भक्तिरथस्य च ब्रह्मोवाच पुष्करेऽहं सुरश्रेष्ठो गयायां च चतुर्मुखः कान्यकुब्जे देवगर्भो भृगुकक्षे पितामहः कावेर्यां सृष्टिकर्ता च नन्दिपुर्यां बृहस्पतिः प्रभासे पद्मजन्मा च वानर्यां च सुरप्रियः द्वारवत्यां तु ऋग्वेदी वैदिशे भुवनाधिपः पौण्ड्रके पुण्डरीकाक्षः पिङ्गाक्षो हस्तिनापुरे जयं त्यां विजयश्चास्मि जयं तः पुष्करावदे उग्रेषु पद्महस्तोऽहं तमो नद्यां तमोऽनुदः अहिच्छन्ने जयानन्दी काञ्चीपुर्यां जनप्रियः ब्रह्माकं पाटलीपुत्रे ऋषिकुण्ठे मुनिस्तथा महितारे मुकुन्दश्च श्रीकण्ठश्रीनिवासिदे कामरूपे शुभाकारो वाराणस्यां शिवप्रियः मल्लिकाक्षे तथा विष्णुर्महेन्द्रे भार्गवस्तथा गोनर्दे स्थविराकार उज्जयिन्यां पितामहः कौशाम्ब्यां तु महाबोधिरयोध्यायां च राघवः मुनीन्द्रश्चित्रकूटे तु वाराहो विन्ध्यपर्वते गङ्गाद्वारे परमेष्टिहिमवत्यपि शङ्करः देविकायां श्रुचाहस्तस्रुवहस्तश्चतुर्वटे वृन्दावने पद्मपाणिकुशहस्तश्च नैमिषे गोप्लक्षे चैव गोपीन्द्रः सचन्द्रो यमुनातडे भागीरथ्यां पद्मतनुर्जलानन्दो जलं धरे कौङ्कणे जैद्रमद्राक्षकाम्पिल्यकनकप्रियः वेङ्कटे चान्नदादा च शम्भुश्चैव क्रधुस्थले लङ्कायां च पुलस्त्योऽहं काश्मीरे हंसवाहनः वसिष्ठश्चार्बुदे चैव नारदश्चोत्पलावदे मेलके श्रुतिदादाकं प्रपादे यादसाम्पदी सामवेदस्तदा यज्ञे मधुरे मधुरप्रियः अङ्कोडे यज्ञभोक्ता च ब्रह्मवादे सुरप्रियः नारायणश्च गोमन्दे मायापुर्यां द्विजप्रियः ऋषिवेदे सुरादर्शो देवायां सुरमर्दनः विजयायां महारूपस्वरूपो राष्ट्रवर्धने प्रधूधरस्तु मालव्यां शाङ्कम्भर्यां रसप्रियः पिण्डारके तु गोपालशङ्गोद्धारेऽङ्गवर्धनः कादम्बके प्रजाध्यक्षो देवाध्यक्षः समस्थले गङ्गाधरो भद्रपीडे जलशय्यप्यहमर्बुदे त्र्यम्बके त्रिपुराधीश श्रीपर्वदे त्रिलोचनः महादेवपद्मपुरे कापाले वैद्यसस्तद्धा शृङ्गीबेरपुरे शौरिर्नैमिषे चक्रपाणिकः दण्डपुर्यां विरूपाक्षो गौतमो धूतपापके हंसनादो माल्यवति द्विजेन्द्रो वलिके तथा इन्द्रपुर्यां देवनाथो द्यूतपायां पुरन्दरः हंसवाहस्तु लम्बायां चण्डायां गरुडप्रियः महोदये महायज्ञसुयज्ञो यज्ञकेतने सिद्धिस्मरे पद्मवर्णविभायां पद्मबोधनः देवदारुवने लिङ्गं महापक्तौ विनायकः त्र्यम्बगो मातृकास्थाने अलकायां कुलाधिपः त्रिकूटे चैव गोनर्धपादाले वासुकिस्तथा पद्माध्यक्षश्च केदारे कूष्माण्डे सुरतप्रियः कुण्डवाप्यवां शुभाङ्गस्तु सारण्यां तक्षकस्तथा अक्षोडे पापः चैव अम्बिकायां सुदर्शनः वरदायां महावीरकान्तारे दुर्गनाशनः अनन्तश्चैव पर्णाडे प्रकाशायां दिवाकरः विराजायां पद्मनाभस्वरुद्रश्च मृगस्थले मार्कण्डो वडके चैव वाहिन्यां मृगकेतनः पद्मावत्यां पद्मगृहो गगने पद्मकेतनः अष्टोत्तरं स्थानशतं मया ते परिकीर्तितं यत्र वै मम सान्निध्यं त्रिसन्ध्यं त्रिपुरान्तक यदेषामपि यस्त्वेकं पश्यते भक्तिमान्नरः स्थानं सुविरजं लब्ध्वा मोददे शाश्वतीसमाः मानसं वाचिकं चैव कायिकं यच्च दुष्कृतम् तत्सर्वं नाशमायादि नात्र कार्या विचारणा यस्त्वेतानि च सर्वाणि गत्वा मां पश्यते नरः भवदे मोक्षभागी च यत्राहं तत्र वै स्थितः पुष्पोपहारैर्धूपैश्च ब्राह्मणानां च तर्पणैः ध्यानेन च स्थिरेणाशु प्राप्यते परमेश्वरः तस्य पुण्यफलं चाग्र्यमन्दे मोक्षफलं तथा सब्रह्मलोकमासाद्य तत्कालं तत्र तिष्ठति पुनः सृष्टौ भवेद्देवो वैराजानां महातपः ब्रह्महत्यादिपापानि इह लोके कृतान्यपि अकामदक्रामदो वा तानि नश्यन्ति तत्क्षणाद् इह लोके दरिद्रो यो भ्रष्टराज्योऽथवा पुनः स्थानेष्वेदेषु वै गत्वा मां पश्यति समाधिना कृत्वा पूजोपहारं च स्नानं च पितृतर्पणं कृत्वा पिण्डप्रदानं च सोचिरा दुःखवर्जितः एकच्छत्रो भवेद् राजा सत्यमेदन्न संशयः इह राज्यानि सौभाग्यं धनं धान्यं वरस्त्रियः भवन्ति विविधास्तस्य यैर्यात्रा पुष्करे कृता इदं यात्राविधानं ह्य कुरुदे कारये तव शृणोति वासपापैस्तु सर्वैरेव प्रमुच्यते आगम्यागमनं येन कृतं जानाति मानवः ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च यात्रां च मां सकृत्कृत्वा वेदसंस्कारमाप्नुयाद् किमत्र बहुनोक्तेन इदमस्तीह शङ्कर अप्राप्यं प्राप्यते तेन पापं चापि विनश्यति सर्वयज्ञफलैस्तुल्यं सर्वतीर्थफलप्रदं सर्वेषां चैव वेदानां समाप्तिस्तेन वै कृता है कृत्वा पुष्करे सन्ध्यां सावित्री समुपासिता स्वपत्नीहस्तदत्तेन पौष्करेण जलेन दु भृङ्गारेण वरेणैव मृण्मयेनापि शङ्कर आनीय तज्जलं पुण्यं सन्ध्योपास्तिर्दिनक्षये समाधिना समाधेया सप्राणायामपूर्विका तस्यां कृतायां यत्पुण्यं तच्छृणुष्व हराद्य मे तेन द्वादशवर्षाणि भवेत् सन्ध्या सुवन्दिता अश्वमेधफलं स्नाने दाने दशगुणं तथा उपवास्येऽप्यनन्तं च स्वयं प्रोक्तं मया नख सावित्र्या पुरदो यस्तु दम्पत्योर्भोजनं ददेत् तेनाहं भोजितस्तत्र भवामीहन संशयः द्वितीयं भोजयेद्यस्तु भोजितस्तेन केशवः लक्ष्मी सहायो वरदो वरांस्तस्य प्रयच्छति उमा सहायस्तार्थीये भोजितोऽसि न संशयः अथवा या कुमारीणां भक्त्या दद्या च भोजनं तस्या कुले भवेद्ध्वं ध्या न कदाचिच्च दुर्भगा न कन्या जननी क्वापि न भर्तुर्या न वल्लभा तस्मात् सर्वप्रयत्नेन सावेत्र्यग्रेदु भोजनं पारत्रमैहिकं वापि कामयद्भिर्नरैः सदा दातव्यं सर्वदा भीष्म कडुतैलविवर्जितं न चाम्लं न च वैक्षारं स्त्रीणां भोज्यं कदाचन भक्ष्यं पञ्च प्रकारं च रसैः सर्वैः सुसंस्कृतं कृतपूर्यसुपक्वाश्च बहुक्षीरसमन्विताः शिखरिणी तथा पेया दधिक्षीरसमन्विता आह्लादकारिणी पुंसां स्त्रीणां चादीववल्लभा धनधान्यं जनोपेतं नारीणां च सदाकुलं पूपकं शष्कुलं तस्यां जायते नात्र संशयः न ज्वरो न च सन्तापो न दुःखं न वियोगिता असौ तारयदे स्वानां कुलानामेकविंशतिं बन्धुभिश्च सुतैश्चैव दासी दासैरनन्दकैः पूरितं च कुलं तस्याः पूरिकां या प्रदास्यति येधते च चिरं कालं पुत्रपौत्रसमन्वितं कुलं च सकलं तस्य शष्कुलं यः प्रयच्छति पुत्रिण्यो वैदुहितरो बन्धुभिः सहितं कुलम् शिखरिणी प्रदातॄणां युवतीनां न संशयः मोदते दुकुलं तस्या सर्वसिद्धिप्रपूरितं मोदकानां प्रदानेन एव माह प्रजापतिः एतदेव तु गौरीणां भोजनं हरशस्यते सुभगा पुत्रिणी साध्वी धनहृद्धिसमन्विता सहस्रभोजिनी शम्भो जन्मजन्म भविष्यति पूपानि चैव पुण्यानि कृतानि मधुराणि च द्राक्षारसप्रधानं च गुडखण्डसमन्वितं शारदेन तु धान्येन कृत्वा खण्डं विमिश्रितं स्त्रीणां चैव तु पेयानि भक्ष्याणि च द्विजन्मनाम् इह चाविकवासांसि वर्षायोग्यानि सर्वशः यानि यानि च पेयानि तानि योग्यानि दापयेद प्रतिपूज्यविधानेन वसुदानै स कञ्चुकैः कुङ्गुमेनानुलिप्ताङ्घ्यस्रग्दामभिरलङ्कृताः दत्त्वा तूपानः वङ्घ्र्योर्नारिकेलं करे तथा अक्ष्णोश्चैवाजनं दत्त्वा सिन्दूरं चैव मस्तके गुडं फलानि हृद्यानि वाञ्छितानि मृदूनि च हस्ते दत्त्वा सपात्राणि प्रणिपत्य विसर्जयेद् स्वयं भुञ्जीद वै पश्चात् स बन्धुर्बालकैः सह अथवा नैव सम्पत्तिस्तीर्थे दानं च भाजनम् गृहे गदः प्रदास्यामि हृष्टो देवप्रसीद मे एवमेव पितॄणां च आगत्य स्वीयमन्दिरे पिण्डप्रदानपूर्वं तु श्राद्धं कुर्याद्विधानतः पितरस्तस्य वै तृप्ता भवन्ति ब्रह्मणो दिनम् तीर्थादष्टगुणं पुण्यं स्वगृहे दततां शिव न च पश्यन्ति वै नीचाश्राद्धं द्विजादिभिकृतम् एकां ते तु गृहे गुप्ते पितॄणां श्राद्धमिष्यते नीचदृष्ट्या कथं तच्च पितॄन्नैवोपतिष्ठति तस्मात् सर्वप्रयत्नेन श्राद्धं गुप्तं चकारयेत् पितॄणां तृप्तिदं प्रोक्तं स्वयमेव स्वयं भुवा गौरीभक्त्याधिका यादु शस्ताज्ञातक्रिया तु सा राजसी मनसा ज्ञादा जनानां कीर्तिदायिनी गुप्तं दानं सदा देयमात्मनो हिदमिच्छता पक्वान्नं दृश्यतामेदि दीयमानं जनैर्भुवि दृश्यमानं तु तत्तुष्ट्यै दृश्यते नेह कर्हिचित् एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता भवनेनात्र संदेहः सत्यं पौराणिकं वचः तीर्थे दुब्राह्मणं चैव परीक्षेद कथं च न अन्नार्धिनमनुप्राप्तं भोज्यं तं मनुरब्रवीद सप्तुभिः पिण्डदानं च सं यावैः त्वायसेन वा कर्तव्यमृषिभिर्दृष्टं पिण्याकेनैङ्गुदेन वा तिलपिण्याककैर्देयं भक्तिमद्भिर्नरैः सदा श्राद्धं तत्र तु कर्तव्यमर्ह्यावाहनवर्जितं स्वधां तु वृद्ध्रा काका वा नैव दृष्ट्या हरन्ति ते श्राद्धं तत्तैर्धिकं प्रोक्तं पितॄणां तृप्तिदं परं कर्तव्यं तत्प्रयत्नेन भक्तिरेवात्र कारणं भक्त्या तुष्यन्ति पितरस्तुष्टा कामान् दिशन्ति ते पुत्रं पौत्रं धनं धान्यं कामान्यान् मनसेच्छति भक्त्या चाराधितो दध्यान्नृणां प्रीतः पितामहः अकालेऽप्यथकाले वा तीर्थे श्राद्धं सदा नरैः प्राप्तैरेव सदा स्नानं कर्तव्यं पितृतर्पणं पिण्डदानं च कर्तव्यं पितॄणां चादिवल्लभं पितरो हि निरीक्षन्ते गोत्रजं समुपागतम् आशया परया युक्ताः कांक्षं तत्सलिलं सदे विलम्बो नैव कर्तव्यो नैव विघ्नं समाचरेद अच्छिन्ना सन्ततिस्तेषां सदा कालं भविष्यति पितरपुत्रदातारं वृद्धिश्राद्धाभिकाङ्क्षिणः तेन ते सन्ततिश्चेदं न कुर्वन्ति हि कर्षिचित् अधश्राद्धं पुरा प्रोक्तं स्वयमेव स्वयम्भुव गुणोत्तरं तु यत्कार्यं द्विजाय पितृपरायणैः तीर्थे क्षेत्रे गृहे वापि सम्प्रान्तौ ग्रहणेऽपि वा विषुवे अयने चापि जन्मर्क्षे च प्रपीडिते एतान्वै श्राद्धकालांस्तु पुरा स्वायम्भुवो ब्रवीद कृते श्राद्धेन वै पुंसां पीडा भवति देहजा तदा पुत्रकृतं वापि सर्वं त्यजति दुष्कृतं यथा न भविता पीडाग्रह चोरनृपादिकाद् दुष्कृतं नश्यदे सर्वं परत्र जगदिं शुभां लभते नात्र सन्देह प्रजापदिवचो यथा कृते युगे पुष्कराणि त्रेदायां नैमिषं स्मृतं द्वापरे च कुरुक्षेत्रं कलौ गङ्गां समाश्रयेत् दुष्करः पुष्करे वासो दुष्करं पुष्करे तपः यदन्यत्र कृतं पापं तीर्थे तद्यादिलाघवं न तीर्थकृतमन्यत्र क्वचित् पापं व्यपोहति सायं प्रादस्मरेद्यस्तु पुष्कराणि कृताञ्जलि उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत सायं प्रादरुपस्पृश्य पुष्करे नियतेन्द्रियः क्रदोन् सर्वानवाप्नोति ब्रह्मलोकं च गच्छति द्वादशाब्दं द्वादशाहं मासं मासार्धमेव च यो वस्येत् पुष्करे नित्यं स गच्छेत् परमां गतिं सर्वेषामेव लोकानां ब्रह्म लोकोपरिस्थितः य इच्छेत् पुष्करं गन्तुं सोऽनुसेवेदपुष्करं यथा लोमविलोमाभ्यां तथा व्यस्तसमस्तयोः स्नातस्तु पुष्करे सम्यक् कोट्याश्च फलमुष्णुदे विधिवत्क्रियमाणेषु सर्वतीर्थेषु यत्फलम् पुष्करालोकनादेव नरः प्राप्नोति तद्फलं दशकोटिसहस्राणि तीर्थानां वै महीतले सान्निध्यं पुष्करे तेषां त्रिसन्ध्यं गुरुनन्दन यावत्तिष्ठन्ति गिरयो यावत्तिष्ठन्ति सागराः तावत्पुष्करमृत्यूनां ब्रह्मलोको न संशयः जन्मान्तरसहस्रैश्च आजन्ममरणान्तिकम् निर्दहे दुष्कृतं सर्वं स कृत्स्नात्वादु पुष्करे पुष्करं दुष्करं क्षेत्रं सर्वपापप्रणाशनम् इदानीं शृणु मे राजन् पञ्चपातकनाशनं यजनं देवदेवस्य ब्रह्मपुत्र वसुप्रदम् इह जन्मनि दारिद्र्यव्याधिकुष्ठादिपीडितः अलक्ष्मीवानपुत्रस्तु यो भवेत्पुरुषो भुवि तस्य सद्यो भवेल्लक्ष्मीरायुः पूर्णं सुदासुखं कृत्वा तु मण्डलगतं लोकपालसमन्वितं ब्रह्माणं तु परं देवं यः पश्यति विधानतः पूजितं नवनाभेन मन्द्रमूर्तिमयो निजम् कार्तिके मासि शुक्लायां पौर्णमास्यां विशेषतः सर्वासु वा यजे देवं पूर्णिमासु विधानदः संक्रान्तौ च महाबाहो चन्द्रसूर्यग्रहेऽपि वा यः पश्यति विभुं देवं पूजितं गुरुणा नृप तस्य सद्यो भवेत्तुष्टिपापध्वंसश्च जायते समान्यो देवतानां च भवतीह नराधिप ब्राह्मणक्षत्रियविशां भक्तानां तु परीक्षणं संवत्सरं गुरुकुर्याज्जादिशौजक्रियादिभिः उपपन्नमिति ज्ञात्वा हृदये नावधारयेद तेऽपि भक्तियुधा ध्यात्वा त्वाचार्यं परमेश्वरं संवत्सरं गुरौ भक्तिं कुर्युर्विष्णौ यथा तथा प्रसादयेयुश्च ततः पूर्णे संवत्सरे गुरुं भगवंस्त्वत्प्रसादेन संसारार्णवतारणं परब्रह्मोपासनेन विरिञ्च्याराधनेन च सहस्रशीर्षजप्येन मण्डलब्राह्मणेन च ध्यानेन स्यात् तथास्माकमुपदेशप्रदीयताम् इच्छामो वैदिकीं लक्ष्मीं विशेषेण प्रसीदताम् अभ्यर्थितो गुरुस्त्वेवं मेधावीतैस्तदा ततः यथाविधि समभ्यर्चेत् ब्रह्माणं विष्णुमग्रदः ते बद्धनेत्रा स्वाप्यास्तु कार्तिकस्य चतुर्दशीं ब्राह्मे मुहूर्ते चोत्थाय बद्धपद्मासनास्तु ते ध्यात्वा गुरुं सहस्रारे श्वेदवस्त्रोपवीतकम् श्वेदमाल्याम्बरधरं श्वेदगन्धानुलेपनं निर्गम्य च बहिर्नद्यां कुर्युर्नित्यमदन्द्रिताः क्षीरवृक्षोद्धमाचार्यो दापयेद्दन्दधावनं ते च तं भक्षयेयुर्हि नदीं गत्वा समुद्रगाम् इतरद्वा तटाकं वा गृहे वापि विधानदः तद्भक्षयेयुर्मन्त्रेण मं धृतं परमेष्ठिनः आपोहिष्ठेदि मन्त्रेण सप्त कृत्वोभिमन्त्रितं देवस्यत्वेदि वैजत्वा युं जानेदि करेण्यसेद इरावत्येदि प्रक्षाल्य ब्रह्मोदनेदि वैमुखे भक्षयित्वा क्षिपे दूरं पतितं च निरीक्षयेद सम्मुखं प्राङ्मुखं वापि विदिशं चापि वागतं सम्मुखे देवतालब्धिर्मन्त्रसिद्धिश्च जायते पराङ्मुखे दन्तकाष्ठे सर्वे देवाः पराङ्मुखाः उत्तरेण गदे तस्मिन् सिद्धिर्भवति वा न वा दक्षिणेन भवेन्मृत्युर्गुरोस्तस्य न संशयः प्रेक्ष्याशुभं स्वपेद्भूमौ देवदेवस्य सन्निधौ स्वप्नान् दृष्ट्वा गुरोरग्रे श्रावयेयुर्विचक्षणाः तदशुभाशुभं तत्र लक्षयेत्परमो गुरुः पौर्णमास्यामधस्नात्वा तदो देवालयं व्रजेत् गुरुश्च मण्डलं भूमौ कल्पितायां तु वर्तयेत् लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः षोडशारं लिखेत्पद्मं नवधारमथापि वा अष्टपत्रमधो वापि लिखित्वा दर्शयेद्बुधः नेत्रबन्धं दुगुर्वेद सितवस्त्रेण यत्नदः वर्णानुक्रमदशिष्यान् पुष्पहस्तान् प्रवेशयेद् नवनाभं यदा कुर्यान्मण्डलं वर्णकैर्बुधः इन्द्राणि पूर्वकं देवमिन्द्रमैन्द्रां तु पूजयेद् लोकपालैः समं तद्वदग्निं सम्पूजयेन्नृप दिशि वाक्नेर्यमं याम्यां नैरृत्यां चैव निरृतिं वरुणं वारुणाशायां वायुं वायव्यगोचरे धनदं चोत्तरेण्यस्य रुद्रमीशानगोचरे कमण्डलुं पूर्वतो हि सृचं वै दक्षिणे तथा हंसं वै पश्चिमायां तु उत्तरायां स्रुवं तथा आग्नेय्यां च ब्रह्मीं दध्यान्नैरृत्यां पादुके तथा वायव्यां योगपट्टं च ऐशान्यां च गलन्तिकां विष्णुस्तु पूर्वतः पूज्यो दक्षिणे चापि शङ्करः पश्चिमे तु रविर्देव ऋषयश्चोत्तरे तथा मध्ये स्वयं पद्मजन्मा सावित्री दक्षिणे तथा उत्तरे चैव गायत्री देवी पद्मदलेक्षणा ऋग्वेदं पूर्वदोऽन्यस्य यजुर्वेदं च दक्षिणे पश्चिमे सामवेदं च अधर्वं चोत्तरे तथा इतिहासपुराणानि छन्दोज्यौदिशमेव च धर्मशास्त्राणि चान्यानि इन्द्रादिदिक्षु विन्यसेद पूर्वपत्रे बलं पूज्य प्रद्युम्नं दक्षिणे दले पश्चिमे चानिरुद्धं च वासुदेवमधोत्तरे पूर्वतो वामदेवं च सद्यो जातं तु दक्षिणे ईशानं पश्चिमे स्थाप्य तत्पुरुषं चोत्तरे तथा अकोरः सर्वदः पूज्य एषा पूजादुमण्डले पूर्वदो भास्करं पूज्य दक्षिणेन दिवाकरं प्रभाकरं पश्चिमे दुग्रह राजमधोत्तरे एवं पूज्यविधानेन ब्रह्माणं परमेश्वरं दिङ्मण्डले दु विन्यस्य अष्टौ कुम्भान्युविधानदः ब्राह्मं तु कलशं मध्ये नवमं तत्र कल्पयेद् स्नापयेन्मुक्तिकामं तु ब्रह्मणो वै खडेन तु श्रीकामं वैष्णवेनेह कलशेन तु पार्थिव राज्यार्थिनं स्नापयेच्च ऐन्द्रेण कलशेन तु द्रव्यप्रतापकामं तु आग्नेयखडवारिणा मृत्युं जयविधानाय याम्येन स्नापयेन्नरम् दुष्टप्रध्वंसनायालं नैहृतेन विधीयते स्नापयेद्वारुणेनाशु पापनाशाय मानवम् शरीरारोग्यकामं तु वायव्येनाभिषेचयेद् द्रव्यसम्पत्तिकामस्य कौबेरेण विधीयते रौद्रेण ज्ञानकामस्य लोकपालखडास्त्विमे एकैकेन नरस्नात्वा सर्वदोषविवर्जितः जायते ब्रह्मसदृशो राजा सद्योऽथवा नरः अथवा दिक्षु सर्वासु यथा सङ्ख्येन लोकपान् पूजयेत्तु स्वनाम्ना तु कुम्भैरेव विधानदः एवं सम्पूज्य देवांस्तु लोकपालान् प्रसन्नधीः पश्चात् परीक्षितान् शिष्यान् बद्धनेत्रान् प्रवेशयेद् दग्ध्वाग्नेया धारणया वायुना विधुनेत्तदः सोमेनाप्यायितान् कृत्वा श्रावयेत् समयांस्तदः न निन्द्यात् ब्राह्मणान् देवान्विष्णुं ब्रह्माणमेव च इन्द्रमादित्यमग्निं च लोकपालान् ग्रहांस्तथा गुरुं च ब्राह्मणं वापि मुनीन्द्रं पूर्वदीक्षितम्। एवं तु समयान् श्राव्य पश्चाद्धोमं तु कारयेद् नमो भगवते ब्रह्मणे सर्वरूपिणे कुम्भत्स्वाहा षोडशाक्षरमन्त्रेण होमये ज्वलिते नले गर्भाधानादिका सर्वा आहुतिः सम्प्रदापयेत् तिसृभिस्तु व्याहृतिभिर्देवदेवस्य सन्निधौ होमां ते दीक्षितः पश्चाद्दापयेत् गुरुदक्षिणां हस्त्यश्वयानशकडहेम धान्यादिकं नृप दापयेद्गुरवे प्राज्ञो मध्यमे मध्यमं तथा दापयेदपरे युग्मं सहिरण्यं तु तद्गुरोः एवं कृते तु यत्पुण्यं महत्सं जायते तथा तन्न शक्यं निगदितुमपि वर्षशतैरपि दीक्षितोऽध पुरा भूत्वा पद्मं वै शृणुयाद्यदि तेन वेदाः पुराणानि सर्वमन्त्राः ससङ्ग्रहाः जप्तास्यु पुष्करे तीर्थे प्रयागे सिन्धुसागरे देवह्रदे कुरुक्षेत्रे वाराणस्यां विशेषदः ग्रहणे विशुवे चैव यद्फलं जपदां भवेत् फलं सदगुणं तच्च पुष्करस्थं पितामहं दृष्ट्वा प्राप्नोति विविधान् कामान् कामयते यदि पूजां वैधानिकीं कृत्वा दीक्षितो यशृणोति च देवा अपि तपः कृत्वा ध्यायन्ति च वदन्ति च कदा मे भारते वर्षे जन्म स्यादिति पार्थिव दीक्षिताश्च भविष्यामः पात्मं श्रोष्यामहे कदा पात्मं तु षोडशात्मानं न्यस्य देहे कदा वयं यास्यामस्तु परं स्थानं यद्गत्वा न पुनर्भवेत् एवं जल्पं दिवि बुधा मनसा चिन्तयन्ति च ब्रह्मयज्ञं च कार्तिक्यां कदा द्रक्ष्यामहे नृप एवं ते विधिरुद्दिष्टो मयायं कुरु सत्तमः देवगन्धर्वयक्षाणां सर्वदा दुर्लभो ह्यसौ एवं यो वेत्ति तत्त्वेन यश्च पश्यति मण्डलं यश्चेमं शृणुयाच्चैव सर्वे मुक्ता इति श्रुतिः अधः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम् येन लक्ष्मीर्धृतिस्तुष्टिः पुष्टिश्चापि भवेन्नृणाम् सर्वे ग्रहाः सदा सौम्या जायन्ते येन पार्थिव आदित्यवारं हस्तेन पूर्वमादाय भक्तिदः भक्तैकेन क्षिपेत्तावद्यावत् सप्त च संख्यया ततस्तु सप्तमे पूर्णे कुर्याद्ब्राह्मणभोजनम् आदित्यं चैव सौवर्णं कृत्वा यत्नेन मानवः रक्तवस्त्रयुगच्छन्नं छत्रिकां पादुके तथा उपानकौ च दादव्ये स्थापयेत्ताम्रभाजने कृतेन स्नपनं कृत्वा सम्पूर्णाङ्गद्विजातये दापयेत्कृत्य विदुषे ब्राह्मणाय विशेषतः एवं कृतौ फलं तस्य भवेदारोग्यमुत्तमम् द्रव्यसम्पत्समग्राप्तिरिति पौराणिकी क्रिया अविसंवादिनी चेयं शान्तिपुष्टिप्रदा नृणां तद्वच्चित्रासु सङ्गृह्य सोमवारं विचक्षणः रात्रिभक्षः क्षिपेदष्टौ सोमवारान् प्रयत्नदः प्रत्येकं ब्राह्मणा भोज्या यथा शक्तिविचक्षणाः नवमे तु तथ पूर्णे कुर्यात् ब्राह्मणभोजनं वस्त्रयुग्मं च दातव्यं तद सोमं प्रदापयेद कांस्य भाजनसंस्थं तु क्षीरसम्पूरितं ततः तद्वच्छत्रं पादुके च तथोपानसमन्वितं सम्पूर्णाङ्गाय दातव्यं ब्राह्मणाय विशेषतः स्वात्यामङ्गारकं पूज्य क्षपयेन्नक्तभोजनैः अष्टावेवं च यावच्च कुर्याद्ब्राह्मणभोजनम् अङ्गारकं च सौवर्णं स्थापितं ताम्रभाजने दापयेद्ब्राह्मणायाध सम्पूर्णाङ्गाय चैव हि नक्षत्रानुक्रमेणैव क्षिपेन्नक्तानि सप्त वै अष्टमे दुक्रमात् खेडान् सौवर्णान्दापयेद्बुधः अग्निकार्यं च कुर्वीद यथा दृष्टं विधानदः एवं कृते भवेद्यद्वौ तन्निबोध नराधिप असौम्याश्च ग्रहा सर्वे सौम्यरूपा भवन्ति च सर्वे रोगा विनश्यन्ति तुष्टिमायान्ति देवताः न विरुद्धन्ति तं नागाः पितरस्तर्पितास्तथा दुःस्वप्ननाशो भवति शृण्वतां पठतां तथा यदि भौमो रविसुतो भास्करो राहुणाः सह केतुश्च मूर्ध्नि तिष्ठन्ति रौद्रा पीडाकराग्रहाः अनेन कृतमात्रेण ससौभाग्या भवन्ति हि य एवं कुरुदे राजन् सदा भक्तिसमन्वितः तस्य सानुग्रहा सर्वे शान्तिं यच्छन्ति नान्यथा शनैश्चरं राहुकेतू लोहपात्रेषु विन्यसेद लोहेन कारये चैनान् ब्राह्मणेभ्यश्च दापयेत् कृष्णं वस्त्रयुगं देयमेतेषां प्रीणनाय वै सौवर्णां गाश्च दातव्या शान्तिश्रीविजयेप्सुभिः व्रतां ते सर्वये देहि ग्रहा सौवर्णका नृप दातव्या शान्तिमिच्छद्भिर्व्रतान्ते द्विजभोजनं यथाशक्तिदक्षिणा च ग्रहाणां प्रीतये तथा अल्पायासेन राजेन्द्रं सर्वान् कामानवाप्नुयात् शङ्कराज्ञानमन्विच्छेदारोग्यं भास्करात्तथा हुदाशनाधनमिच्छेद्गतिमिच्छेज्जनार्दनाद् ब्राह्म्यं पितामहाच्चैव सर्वजन्तुप्रशान्तिदं भीष्म उवाच यस्त्वया कथितो यज्ञो यज्वनां तु फलं महद तथायुषस्वल्पतया अन्यै प्राप्तुं न शक्यते स्वल्यायासेन यत्पुण्यं संवत्सरमुपोषजं भवेत्तन्मे मुनिश्रेष्ठ कथयस्व महाबलम् पुलस्त्य उवाच इदमर्थं महाराजश्वेदो राजा महायशः वसिष्ठ तं पृष्टवान् प्रश्नं क्षुधया पीडितो भृशम् आसीदिलावृदे वर्षे श्वेतो राजा महाबलः समहीं सकलां जिज्ञे सप्तद्वीपां सपत्तनां ब्रह्मपुत्रो वसिष्ठश्च आसीत् तस्य पुरोहितः स कदाचिन्नृपश्रेष्ठो जित्वा परमधार्मिकः पुरोहितमुवाचेदं वसिष्ठं जपदां वरं श्वेद उवाच भगवन्नश्वमेधानां सहस्रं कर्तुमुत्सहे सुवर्णरूप्यरत्नानां दानं कर्तुं द्विजातिषु पृथिव्यामन्नदानं तु दातुन्नेच्छामि वै गुरो नान्येन किञ्चिद्दत्तेन दत्ते होम्नि द्विजे प्रभो न किञ्चिद्वस्त्विदि ज्ञात्वा न दत्तं तत्कदाचन रक्तवस्त्रमलङ्कारं ब्राह्मांश्च नगराणि च अददात् ब्राह्मणेभ्योऽसौ श्वेतो राजा महायशः नान्नं जलं तेन राज्ञा दत्तमासीत् कदाचन ततोऽश्वमेधैर्बहुभिर्यज्वासौ नृपसत्तमः स्वर्गं गदः पुण्यजितं तपस्तप्त्वार्बुदत्रयं ब्राह्मीं सलोकतां प्राप्तः सर्वालङ्कारभूषितः नृत्यं तृप्सरसस्तत्र गायं ते सिद्धयोषिदः तुम्बुरुर्नारदस्तत्र द्वावप्यनुगतौ सदा अगायेदां महाप्राज्ञौ मुनयश्च तपोन्विताः वेदोक्तमन्त्रास्तुवन्ति अनेकक्रदुयाधिनम् एवं विभवयुक्तस्य राज्ञस्तस्य महात्मनः क्षुधया पीड्यते देहं तृष्णया च विशेषतः सतया पीड्यमानस्तु क्षुधया राजसत्तमः विमानेनाप्यसौ स्वर्गं त्यक्त्वा गादृक्षपर्वतम् यत्रात्ममूर्तिस्तत्रागात् पुरा दग्धा महावने तत्रास्तीनि स्वयं गृह्य लिखन्नास्ते स पार्थिवः पुनर्विमानमारुह्य ययौ नाकं नघ्राधिपः अथ कालेन महता स राजा संशितव्रतः स्वान्यस्तीनि लिखन् दृष्टो वसिष्ठेन पुरोधसा उक्तश्च किन्नु राजेन्द्रस्वास्ति भक्षो नराधिप एवमुक्तस्ततो राजा वसिष्ठेन महर्षिणा उवाच वचनं चेदं श्वेतो राजाधत्तं मुनिं भगवं तृक्षुधार्थोऽहमन्नदानं पुरा मया न दत्तं मुनिशार्दूलतेन मां हृत्प्रबाधते एव मुक्तस्तदा राजा वसिष्ठो मुनिपुङ्गवः उवाच तं नृपं भूयो वाक्यमेदन्महामुनिः किं ते करोमि राजेन्द्र क्षुधितस्य विशेषतः वस्तु कस्यापि किञ्चिद्धि न दत्तमुपतिष्ठति रत्नहेमप्रदानेन भोगवान् जायते नरः अन्नदानप्रदानेन सर्वकामैः प्रदीपितः तन्न दत्तं त्वया राजन् स्थोगं मत्वा नराधिपः श्वेद उवाच अदत्तस्य च सम्भूतिर्यथा भवति मे गुरो वसिष्ठत्वत्प्रसादेन तन्ममाचक्ष्वपृच्छदः वसिष्ठ उवाच अस्त्येकं कारणं येन जायते नात्र संशयः तच्छृणुष्व नरव्याघ्र कथ्यमानं मया तव आसीद् राजा पुराकल्पे विनीताश्वेदि कीर्तितः स चाश्वमेधमारेभे यज्ञं कर्तुं वरं नृपः यजनां ते द्विजेन्द्रेभ्यो दत्तं गोष्वादियाजितं नान्नं दत्तं तेन किञ्चित् स्वल्पं मत्वा यथा त्वया ततः कालेन महदा मृतोऽसौ जाह्नवीतडे मायापुर्यां विनीताश्व सार्वभौमो भवन्नृपः स्वर्गं च गतवान् सोऽपि यथा राजा भवान् प्रभो असावपि क्षुधाविष्ट एवमेवागतोऽभवत् मर्त्यलोके नदीतीरे गङ्गायां नीलपर्वते विमानेनार्कवर्णेन भास्वदा देववन्नृप ददर्श तत्स्वकं देहं तथा स्वं च पुरोहितं होतारं ब्राह्मणं नाम यच तं जाह्नवीतडे तं दृष्ट्वा सावपि पुनः पर्यपृच्छदिध्वजोत्तमं क्षुधाया कारणं राजन् स होता तमुवाचः तिलधेनुं च वैराजन् हृदधेनुं च सत्तम जलधेनुं च धेनुं च रसधेनुं च पार्थिव देहि शीघ्रं येन भवां स्त्रिक्षुधा वर्जितो दिवि रमे तयावदादित्यस्तपदे दिवि चन्द्रमाः एवमुक्तस्ततो राजा तं पुनः पृष्टवानिदम् तिलधेनुस्थितिं ब्रूहि तद्धा कृत्वा ददाम्यहं पुरोहित उवाच विधानं तिलधेनोस्तु तच्छृणुष्व नराधिप धेनुस्यात् षोडशाठक्य चतुर्भिर्वत्सको भवेद् इक्षुदण्डमया पादाद्दन्ता पुष्पमया शुभाः नासा गन्धमयी तस्या जिह्वा गुडमयी तथा पुच्छे स्रक्कल्पनीया स्यात् खण्डाभरणभूषिता ईदृशीं कल्पयित्वा दुःस्वर्णशृङ्गीं तु कल्पयेद् रौप्यहुरां कांस्यदोहां पूर्वधेनुविधानतः कृत्वा तां ब्राह्मणायाशु दापयेन्मन्त्रतो नृप स्थितां कृष्णाजिने धेनुं वासोभिर्गोपितां शुभां सूत्रेण सूत्रितां कृत्वा पञ्चरत्नसमन्वितां सर्वौषधिसमयुक्तां मन्त्रभूतां तु दापयेद् अन्नं मे जायतां सद्यपानं सर्वरसास्तथा कामान् सम्पादयास्माकं तिलधेनो द्विजर्पिता गृह्णामि देवि त्वां भक्त्या कुटुम्बार्थे विशेषतः देहि कामान्विदान् सर्वां तिलधेनो नमोऽस्तु ते एवं विधानदो दत्ता तिलधेनुर्नृपोत्तम सर्वकामसमावाप्तिं कुरु ते नात्र संशयः जलधेनुस्तथैवेह कुम्भैरेव प्रकल्पिता दत्तादुविधिना कामान् सद्य सर्वान् प्रयच्छति धेनुशतं तथा दत्तं पूर्णिमा नियमेन हि सावित्री इव वै स्वर्गे सर्वकामप्रदा भवेद् कृतधेनुस्तद्धा दत्ताविधानेन विचक्षणैः सर्वकामसमावाप्तिं कुरुदे कान्दिदा भवेद् रसधेनुस्तद्धा दत्ता कार्तिके मासि पार्थिव सर्वान् कामान् प्रयच्छेत्तु नित्यं सा गदिदा भवेद् यदत्ते सर्वमाख्यातं समासाद् बहुविस्तरम् अपारं फलमुद्दिष्टं ब्रह्मणा सर्वकर्मणा तृष्णया क्षुधया यद्वा पीडितो राजसत्तम तद्दानं कार्तिके देयं पूर्वं देहि नराधिप ब्रह्माण्डं सर्वसम्पन्नं भूतरत्नौषधीयुतं देवदानवयक्षैश्च युक्तमेदत्सदा विभो एतत्तु सकलं कृत्वा सर्वतो रचतान्वितं सुरत्नसूर्यचन्द्राढ्यं कार्तिके द्वादशी दिने अथवा पञ्चदश्यां तु कार्तिकस्यैव नान्यदः पुरोहिताय गुरवे दापयेद्भक्तिमान् नरः ब्रह्माण्डोदरवर्तिनीयानि भूतानि पार्थिव तानि दत्तानि वैदेन समासात् कथितं तव यद्यज्ञैर्यजदो राजन् समाप्त वरदक्षिणैः सर्वं फलं तत्खण्डस्य ब्रह्माण्डस्य विशेषतः यः पुनः सकलं चेदं ब्रह्माण्डं प्रदिशेन्नरः तेन जप्तं हुदं दत्तं पठितं कीर्तितं भवेद् राजोवाच विधिं ब्रह्माण्डदानस्य कृत्वा तत् मोक्षभाग्भवेद् कालं देशं विप्रतीर्थं सर्वं त्वं वद मेनक कृतेन येन सर्वस्य फलभागी भवाम्यहं कुत्सितस्यास्य भावस्य मोक्षस्यादचिराचमे वसिष्ठ उवाच एवं श्रुत्वा ततो राजन् पुरोधास्तस्य तद्विचः ब्रह्माण्डं कारयामास सौवर्णं सर्वधातुभिः युधं निष्कसहस्रेण पद्मं तत्र ह्यकल्पयद तत्र ब्रह्म तस्य मध्ये पद्मरागैरलङ्कृतः सावित्र्या चैव गायत्र्या ऋषिभिर्मुनिभिः सह नारदाद्या सुधा सर्व इन्द्राद्याश्च दिवौकसः सौवर्णविग्रहा सर्वे ब्रह्मणस्तु पुरःसराः वराहरूपी भगवान् लक्ष्म्या सह सनातनः नीलं मरकदं चैव भूषायां तस्य कारयेद् गोमेधैस्तस्य वै शोभां कारयेत् च बुद्धिमान् मोक्तिकैश्चापि सोमस्य शोभां वज्रैर्दिवाकरे ग्रहाणां चैव सर्वेषां सुवर्णानि च दापयेत् स्वर्णासप्तगुणं रौप्यं रौप्याताम्रं तथा विधं तदसप्तगुणं कार्यं कांस्यं सप्तगुणं तथा कांस्यात् सप्तगुणं कार्यं त्रभु चैव नराधिप त्रपुसप्तगुणं शीर्षं शीर्षाल्लोकं च कारयेद सप्तद्वीपाः समुद्राश्च सप्त वै कुलपर्वताः अनया संख्यया कृत्वा निपूर्णै शिल्पिभिस्ततः पादपादीनि भूतानि राजतान्येव कारयेद आरण्यानि च सत्त्वानि सौवर्णानि च कारयेद वृक्षान्वनस्पदीन् गुल्मतृणपर्णानि वीरुधः सर्वं प्रगल्प्य विधिवतीर्थे देयं विचक्षणैः कुरुक्षेत्रे गयायां च प्रयागे मरकण्टके द्वारवत्यां प्रभासे च गङ्गाद्वारे च पुष्करे तीर्थे श्वेदेषु वैदेयं ग्रहणे शशिसूर्ययोः दिनच्छिद्रेषु सर्वेषु अयने दक्षिणोत्तरे व्यदीपादे बहुगुणं विषुवे च विशेषतः दातव्यमेतद्राजेन्द्र विचारं नैव कारयेद शालाग्निहोत्तृणं कृत्वा सुरूपं च गुणान्वितं सपत्नीकं च सम्पूज्य भूषयित्वा च भूषणैः पुरोहितं मुख्यतमं कृत्वान्ये च तथा द्विजाः चतुर्विंशद्गुणोपेदा सपत्नीका निमन्त्रिताः अङ्गुलीयानि च तथा कर्णवेष्टं च दापयेद एवंविधां स्तुतान् पूज्य तेषामग्रे सुसंस्थितः अष्टाङ्गप्रणिपादेन प्रणम्य च पुनः पुनः पुरोहिताय पुरद कृत्वा वै परसम्पुटं यूयं वै ब्राह्मणा प्रीदा मैत्रत्वेनानुगृह्णत सौमुख्येन द्विजश्रेष्ठा भूय पूततरस्त्वहः भवतां प्रीतियोगेन स्वयं प्रीतः पितामहः ब्रह्माण्डेन दुदत्तेन तोषं यादुजनार्दनः पिनाकपाणिर्भगवान् शक्रश्चत्रिदशेश्वरः एते तोषं समायान्तु अनुध्यानाद्विजोत्तमाः एवं स्तुत्वा ततो राजा ब्राह्मणान् वेदपारकान् ब्रह्माण्डं तु गुरो प्रादात् सविधानं पुनः क्षणाद सर्वकामैस्ततस्तृप्तो ययौ स्वर्गं नराधिपः तेनैव गुरुणा तच्च विभक्तं ब्राह्मणैः सह दत्तं तेनापि चान्येभ्यो ब्रह्माण्डं च नराधिप ब्रह्माण्डे भूमिदाने च ग्राही चैको न वै भवेद गृह्णन् दोषमवाप्नोति ब्रह्महत्यां न संशयः सर्वेषां चैव प्रत्यक्षं दातव्यं परिकीर्त्य वै दीयमानं च पश्यन्ति ते विपूता भवन्ति हि दर्शनादेव ते मुक्ता भवन्त्येव न संशयः या भीमद्वादशी प्रोक्ता स्वर्णं तोयं मृगाजिनम् एतानि कृत्वा पश्यन्तु दृष्टैरेधै क्रियाफलम् अयत्नादेव लभ्येद कर्तुश्चैव सलोकता सदा गावप्रणम्याश्च मन्त्रेणानेन पार्थिव नमो गोभ्य श्रीमदीभ्यः सौरभेयीभ्येव च नमो ब्रह्मसुधाभ्यश्च पवित्राभ्यो नमो नमः मन्त्रस्य चास्य स्मरणात् गोदानफलमाप्नुयात् तस्मात् त्वमपि राजेन्द्र पुष्करे तीर्थ उत्तमे कार्तिक्यां तु विशेषेण गोदानफलमाप्स्यसि यत्किञ्चिद्विद्यते पापं स्त्रियो वा पुरुषस्य वा पुष्करे स्नानमात्रेण तदशेषं प्रणश्यति पृथिव्यां यानि तीर्थानि आसमुद्रातु भारत पुष्करे तान्युपायान्ति कार्तिक्यां तु विशेषतः यदि श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे ब्रह्माण्डदानं नाम चतुस्त्रिंशत्तमोऽध्यायः ॐ